नमस्कारः. अत्र तव्य तुमुन् तृच् इति करपत्रम् अनुवर्तते. सरला भगिनी कृपया वदतु. अस्तु, इदानीं तृद्धो धातोः वेतत्वं आगच्छति. इदानीं तस्य बलाबलचिन्तनं भवति. अनुदात्तस्य च ऋदुपदस्य अन्यत्रस्यामपि च रदादिभ्यश्च अनेन तस्य अद्य वयं पठामः. प्रश्न उदेति यत् अत्र अनुदात्तस्य च ऋजुपदस्य अन्यतरस्यां पुगन्तलघुपदस्य च इति बाध्यबाधकभावप्रसङ्गे द्वयोः क सम्बन्ध तृप् योगतव्य इति स्थितौ द्वयोः अपि युगपत् प्रसक्ति अपि च पुगन्तलघुपदस्य च स्वीक्रियते चेत् अनुदात्तस्य च ऋजुपदस्य अन्यतरस्याम् इति सूत्रं निरवकाशम् अतः भवति. अतः अनुदात्तस्य चरितुपदस्य अन्यतरसाम् इति पुगन्तलघुपदस्य च इति सूत्रं प्रति अपवादभूतम्. वयं दृष्टवन्तः या प्रक्रिया अस्ति, यदि तृद्रव्यौ धातौ अस्ति या ऋतुपदौ ये धातव सन्ति तेषाम् अनुदात्तस्य च ऋतुपदस्य अन्यतरसाम् अनेन सूत्रेण अम् आगमः विकल्पेन भवति. अपि पुगन्तलघुपदस्य च प्रसक्तिः अस्ति, कारणकी तृष्टव्यत्वम् ते आर्धधातुकप्रत्ययाः सन्ति, सार्वधातुक आर्धधातुकयो वा ऋतुपद अस्ति, तत् पुगन्तलघुपदस्य प्रसक्तिः अस्ति. द्वयोः मध्ये कस्य प्रसक्ति भवति? अस्य बलाबलचिन्तनं यदि कुर्मः अनुदात्तस्य ऋतुपदस्य अन्यतरसां संख्या यदि पश्यामः तत् अस्ति षष्ठम् अध्यायस्य प्रथमपादे नव पञ्चाशत् सूत्रं. पुगन्तलघुपदस्य अस्ति सप्तम अध्यायस्य तृतीय पादे षष्ठ अशीतिसूत्रम्. पुगन्तलघुपदस्य परसूत्रम् अस्ति, द्वयोः अपि अन्यत्र अन्यथा लब्ध अवकाशः अस्ति. तत्र परसूत्रं विप्रतिषेधे परसूत्रं पुगन्तलघुपदस्य च अनेन कार्यं भवितुं शक्नोति, किन्तु वयम् अनुदात्तस्य च ऋतुपदस्य अन्यथा पूर्वं कुर्मः. कारणकी यदि तस्य सूत्रम् इति कार्यं न करोति तस्य व्यर्थं भवति, निर्वकाशं भवति. अतः अपवादत्वेन तस्य प्रथमं स्वीकर्तव्यम्. अपि एकस्मिन् पक्षे अम् आगमः भवति, अन्यपक्षे यत्र आगमः नास्ति तत्र पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं भवति. साधु भगिनि. आं भगिनि, अग्रे पठामः. पठतु. अन्य प्रश्न उदेति यत् अनुदात्तस्य च ऋजुपदस्य अन्यतरस्याम् इति सूत्रे प्रसज्य प्रतिषेध भवति वा पर्युदासप्रतिषेध भवति वा. सूत्रार्थ उक्तः यत् उपदेशे अनुदात्त च ऋजुपद तस्य अम् आगमविकल्पेन भवति झलादौ अकिति प्रत्ययपरे, यथा आदेश उपदेशे स्थिति इत्यनेन उपदेशे एजन्तस्य धातोः आत्वं न तुष्यति. अनुवृत्तिसहितसूत्रम् अस्ति, एचः धातोः आत् उपदेशे अशिति. अस्य सूत्र अर्थस्य व्यक्तीकरणार्थं वाक्यद्वयं वक्तव्यं भवति. उपदेशे एजन्तस्य धातोः आत्वं भवति, श्रुतिपरे प्रत्यये परे न भवति. नाम अत्र आत्वस्य सिद्धानार्थं सप्तमी विभक्तौ किमपि निमित्तं नास्ति. उपदेशे एजन्तस्य धातोः आत्वं भवति, विधानपक्षे किमपि नियमनं नास्ति. तर्हि एवमेव प्रकृतौ तथा कुर्मः चेत् किं भवति? उपदेशे अनुदात्तः यः ऋतुपदः तस्य अम् आगमः विकल्पेन भवति, झलादौ किति प्रत्यये परे न भवति. एवं वदामः चेत् कः दोषः? अजादिप्रत्ययपरे अपि अमागमः भविष्यति, यकारादिप्रत्ययपरे अपि अमागमः भविष्यति, केवलं न भवति कुत्र? झलादौ किति परे न भवति. इदानीम् अस्मिन् परिच्छेदे अस्ति अनुदात्तस्य च ऋतुपदस्य अन्यतरस्यां. तत्र वयं तस्य परिभाषा किम् अस्ति तत्र अनुदात्तस्य च ऋजुपदस्य अम् आगमविकल्पेन भवति झलादि अकिति प्रत्यये परे इति अस्ति इति चिन्तनम् अस्ति सजयप्रतिषेधः अस्ति वा पर्युदासप्रतिषेधः अस्ति अस्य तुलना आदेश उपदेशे स्थिति अनेन सूत्रे सूत्रेण सूत्र अनेन सूत्र कथं वदम् अनेन सूत्रेण कृतमस्ति अत्र कथम् इति भवति आदेश उपदेशे स्थिति वयं जानीमः ये एजन्तस्य धातोः आत्वं भवति उपदेशे अवस्थायां क्षितिपरे न भवति यदि प्रसजप्रतिषेधः अस्ति तस्य वयं वाक्यं द्वयं वदामः क्षितिपरे न भवति द्वितीयवाक्यं भवति आत्वं भवति तो वाक्यं एकपक्षे निषेधः अस्ति तस्य निमित्तम् अस्ति क्षितिपरे किन्तु द्वितीयपक्षे यत्र विधानम् अस्ति एजन्त धातोः आत्वं भवति तत्र निमित्तं न दत्तम् अस्ति कथं वयं वदामः एजन्त धातोः आत्वं भवति आत्वं क्षिति भिन्नप्रत्यये परे भवति इति वक्तुं शक्नुमः वयम् किन्तु क्षिति भिन्न प्रत्यय भवे किमपि भवितुं शक्नोति तु अत्र यदि समान प्रक्रिया समान तर्क वयम् अनुदात्तस्य च ऋजुपदस्य अन्यतरस्याम् इति वदामः यत् तस्यापि प्रसज्य प्रतिषेध वयं यदि स्वीकुर्मः तु अवस्था का भवति इति भवति यत्र अनुदात्तस्य च ऋजुपदस्य अन्यतरस्याम् अम् आगम भवति झलादि अकिति परे द्वितीयम् अस्ति द्वितीयवाक्यं भवति अनुदात्तस्य च ऋजुपदस्य अन्यतरसाम् अम् आगम न भवति अम् आगम न भवति झलादि अकिति प्रत्यये परे इति भवति एकस्मिन् पक्षे वयं वदामः अनुदात्तस्य च ऋजुपदस्य अन्यतरसाम् अम् आगमः भवति द्वितीयपक्षे झलादि अकिति अनुदात्तस्य च ऋजुपदस्य अन्यतरस्याम् अम् आगमः न भवति इति यदि प्रसज्य प्रतिषेध वयं स्वीकुर्मः तत्र किम् आक्षेप किम् अस्ति तत्र आक्षेप अस्ति यदि वयं वदामः झलादि किति प्रत्यये परे न भवति तत्र दादि प्रत्यये अपि यकारादि ये प्रत्ययाः सन्ति तस्य अपि सूत्रस्य प्रसक्तिः भवितुं शक्नोति अदादि तत्र अनुष्ठापति भवति अग्रे दत्तमस्ति कथम् आगच्छति अनुष्ठापति समीचीनम् उक्तवती आं भगिनि आं भगिनि सम्यक् उक्तवती अग्रे अहं पठामि वा भगिनी विमला भगिनी अस्ति वा भगिनि विमला भगिनी उक्तवती सा किञ्चित् समयानन्तरम् अरुणा भगिनी भवती पठितुं शक्नोति वा आं भगिनि पठतु यङ् लुगन्तस्य उदाहरणं स्वीकुर्मः तृप् धातोः यङ् लुकि अतिदेशकधातुः भवति तरि तृप् तरि तृप् लटि तरि तृप् यभाति अनुदात्तस्य सर्वपदस्य अन्यतरस्यां व्यतिरेण विकल्पेन अम् आगमः तरित्रन्ति तरित्रन्ति तरित्रन्ति यस्मिन् पक्षे आगमः न भवति तस्मिन् पक्षे पुगन्तलघुपदस्य इत्यनेन गुणः तरित्रन्ति अधुना लोटि तरितृप् युवानि अनुदात्तस्य चरदुपदस्यन्यतरासमितेन उपदेशे अनुदात्तः यः रुदुपदः तस्य अम्मागम विकल्पेन भवति अत्रापि अम्मागमः विकल्पेन भविष्यति तथा तरित्रपाणि यत् अनिष्ट तदैव विधिलिङ्ग् यकारादिप्रत्यये परे अमागमः भविष्यति तरितृप्यात् तरितृप्यात् इत्यादिपि अनिष्टरूपं कुत्र न भविष्यति परं स्थितः हलादि जलादि अस्ति चेत् एव अमागमः न स्यात् अनुदात्तस्य चनिवरस्यां सूत्रं कथं कार्यं करोति समस्तकम् अस्ति चेत् तदन्तं तदर्थम् यदन्तलुपदस्य उदाहरणगिरि दत्तम् उदाहरणं तृप् दातु यङ् लुकि अति आतिदेशदातु जानीमः रूपमस्ति तरितृप् लट्लकारे तरितृप् युवति प्रथमम् अनुदात्तस्य चतुर्पदस्य अन्यतरस्य अनुचरेण विकल्पेन अमागमः अत्र तरितृप्ति इति रूपम् अन्यपक्षे अमागमः न भवति तत् तत्पक्षे पुवन्तस्लोपदस्य चेतन गुणः भवति तरितृप्ति इति परन्तु लोट्लकारे अत्र अनिष्टरूपं भवति अत्र तरितृप् युवहानि प्रथमपुरुष एकवचनं प्रथमपुरुष अनुदात्तस्य तदुपदस्य अनुदृश्यामित्रेण उपदेशे अनुदात्तः यः रुदुपदः तस्य अमागमः विकल्पेन भवति अत्रापि अमागमः विकल्पेन भविष्यति रूपमस्ति परित्रप्पाणि तत् रूपम् अनिष्टमस्ति तदेव गीदलिङ्गपि यकारादिप्रत्ययः अपि स्थिति अपि अमागमः विकल्पेन भवति रूपं तरितृप्या तद्रूपम् अनिष्टमस्ति अतः कुत्र न भविष्यति इति प्रश्नमस्ति परः स्थितः प्रत्ययः जलादि कित् अस्ति चेदेव अमागमः न स्यात् तदेव अनुदात्तस्य चतुर्पदस्य अन्तरसां कुत्र करणीयम् कीदृशं निषेधः अस्ति अत्र प्रसज्यप्रतिषेधः वा परिदासप्रतिषेधः वा इति प्रश्न तदेव सरला भगिनी उक्तवती अत्र आत्र तदपि आदेश उपदेशति इति उदाहरणं दत्तं वयं पूर्वं पठितवन्तः उपदेशे एजन्तधातूनां न तुषिति पदः अत्र सूच्यते वदति एकटि प्रसज्यप्रतिषेधः अस्ति चेत् वाक्यद्वयं भवति प्रथमं एच् एच् धातुः तः आत् आगच्छति उपदेशे अस्ति चेत् तदनन्तरं एजन् क्षितिप्रत्ययपरे न भवति तदेव अत्र अनुदात्तस्य चुपदानसरसमितनप्रति विकल्पेन अमागमः भवति अस्मिन् पक्षे आगम अमागमः न भवत् अस्ति चेत् रूपमस्ति तरितृप्ति अमागमः नास्ति चेत् पुगन्तलघुपदस्य गुणकार्यं भवति परन्तु तत् पद्धति प्रक्रिया लट् लोट्लकारे न भवति किमर्थम् अत्र तरितृप्य आनि अमागमः विकल्पेन भवति तत् रूपं न इष्टं तदेव विदिलिङ्ग् अत्र यकारिपत्ये परे अपि भवित् अमागमः भवितुम् अर्हति तदर्थं प्रश्नः अस्ति कुत्र न भविष्यति धातुतः परः स्थितः प्रत्यय जलादि कित् अस्ति चेत् न भवति अमागमः तदेव वयं अन्यत् परिच्छेदे अस्ति अमागमः अजादिप्रत्ययपरे अस्ति चेत् अमागमः न भवति. तदेव भगिनि. आं भगिनि, तर्हि अत्र किम् आसीत् आहत्य किम् उक्तवन्तः अत्र प्रसज्य प्रतिषेधः नास्ति इति स्वीकरोमि. परिदास अस्ति किमर्थम् अत्र निमित्तम् अस्ति अस्ति अत्र निमित्तम् अस्ति किन्तु विधानस्य निमित्तं न दत्तमस्ति. प्रसज्य अस्ति चेत् यदि स्वीकुर्मस्ति प्रसज्य प्रतिषेधः अस्ति चेत् निमित्तं नास्ति खलु. निषेधस्य निमित्तम् अस्ति चेत् जलादि किचि न भवति. प्रसज्य अस्ति चेत् विधानार्थं निमित्तम् अस्ति. विधानार्थं निमित्तं परिदासस्य प्रसज्य प्रतिषेध विधानस्य निमित्तं न दत्तम् अस्ति. अमागमविकल्पेन भविष्यति इति केवलं तत्र न न मम तु प्रसज्य पर्युदास इति पुनस्मरणार्थं पृच्छामि. तद्विज्ञ तद्भूयो धर्मत्वम् इति कस्य भवति, पर्युदासस्य भवति वा प्रसज्य? अहम् आदेश उपदेशे चिति यदि वदामि तद् भवति. आदेशोपदेशति इति कीदृशप्रसिद्धे तद्गत भूयो किमस्ति तद्गत भूयो धर्मत्वं पर्युदासस्य सन्ति तर्हि तदपेक्षितं प्रत्ययः अपेक्षितः जला निषेध अशिति न भवति किन्तु आत्मं भवति इति केवलम् इति भवति आत्मं भवति यत्र तद्भिन्न तद्भ्यो धर्मत्वं न अपेक्षितं न अपेक्षितं प्रसज्यति. तर्हि पठामि अहं पठामि वा तत्र सार्वधातुकलकारेषु कोऽपि कित् प्रत्ययः एव नास्ति. अतः यङ्लुकि लटि लोटि लङि विधिलिङि च त्रिषु अपि वचनेषु त्रिषु अपि पुरुषेषु सर्वत्र अमागमो भविष्यति. अनेन महती समस्या. अस्याः समस्यायाः निवारणार्थं प्रसज्य प्रतिषेधः न भवेत् अपि तु पर्युदासः एव स्वीकर्तव्यः. अमागमस्य निधानार्थं प्रत्ययः अपेक्षितः. स च प्रत्ययः जलादिः भवेत् कित् न स्यात्. अनेन अजादिप्रत्ययाः यकारादिप्रत्ययाः च निवार्यन्ते. अस्तु, यदि वयं तत्र विधानार्थं तत्र निमित्तमेव नावश्यकमिति स्वीकुर्मः चेत् तत्र किं भवति, तत्र सर्वत्रापि कित् प्रत्ययः एव नास्ति. सार्वधातुकलकारेषु अकित् अस्ति इति कृत्वा सर्वत्रापि अमागमः विकल्पेन भवति. विधानं तु सर्वत्र भवति एव. तदा तु अनिष्टं रूपं प्राप्नुमः वयम् इति कृत्वा प्रसज्य प्रतिषेधः न भवेत् किन्तु पर्युदासः स्वीकरणीयः इत्युक्ते तत्र तद्गत तद्भिन्न तद्गतभूयो धर्मत्वम् अपेक्षितम् इत्युक्ते कश्चन जलादिप्रत्ययः अपेक्षितः यः कित् नास्ति तादृशं स्वीकर्तव्यम् इति. जलादिप्रत्ययः अपेक्षितः इति अमागमस्य विधानार्थं प्रत्ययः अपेक्षितः इति पुनः अत्र उक्तमस्ति. स च प्रत्ययः जलादिः भवेत् कित् न भवेत्. अनेन अजातिप्रत्ययाः यकारादिप्रत्ययाः च निवार्यन्ते इति. तत्र यकारादिप्रत्ययाः तु न भवन्ति, जलि नास्ति इति कृत्वा न भवन्ति. पुनः अजादि अस्ति चेत् तदपि जलि नास्ति इति कृत्वा निवार्यन्ते. अति भगिनी अपि स्मरति यथा शुक् महोदय उक्तवान् तृप् योगति यदि तृप् धातु इति द्वादिगणे अस्ति साधु तत्र श्यन् इति विकल्पे आगच्छति. तत्रेप् योग श्यन् योगति तत्र ऋतुपद्यस्य अन्यतरं तस्य प्रसक्तिः नास्ति. कारणं कि यकार आगच्छति तृप् योग योगति तृप्यति एव रूपं तृप्यति अस्ति तत्र. महोदय तत्र प्रसज्य पर्युदासस्य कृते भिन्न भिन्न रीत्या सः उक्तवान् खलु तत् किन्तु तत् अवगमनं सम्यक् भवति तत्र अपि. तत्र सः उक्तवान् यङ्लुङ्गि यत् अस्ति तत्र वयम् आदित्वं भवति यथा यङ्लुकि तत्र यङ्लुक् भवति यथा अधिगणे विकरणपस्य लुक् भवति. सो तत्र भगिनि प्रसज्य वा पर्युदास वा इति निर्णेतुं महोदयः भिन्नरीत्या महोदय प्रतिपादितवान् कथं द्रष्टव्यम् इति, तद् स्मरति वा? कः महोदय? शुकनु महोदय. आम् तत् वदामि न तत् वदन्ती अस्मि. सः उक्तवान् यद् यङ्ग् लुकि यत् अस्ति तत्र दाति अदादिगणवत्वत् भवति, यथा यङ्ग् लुक् भवति अदादिगणे विकरणपत्य लुक् भवति, साधु आदिप्रवृत्तव्य शप् इति लुक् अस्ति. सो तत्र अदादिगणे यत् साक्षात् तिङ् प्रत्ययः धातोः परत् आगच्छति, यङ्ग् लुकि लुक् भवति, अतः तृप् तरि तृप् यस्य अस्ति तृप् योग तरि तृप् योगति अत्र विकर्णकस्य मध्ये नास्ति, अतः साक्षात् तकार अस्ति तत्र झलादि अस्ति अपि कित् नास्ति तत्र शक्ति भवति यङ्ग् लुकि. किन्तु सार्वधातुकप्रत्यय यदि तृप् भवति अस्ति तत्र तस्य अर्धदात्यस्य तस्य प्रसक्तिः नास्ति. न भगिनि, भिन्नरूपेण महोदय प्रतिपादितवान् आसीत्, अहं न स्मरामि अधुना महोदयस्य. अहं तु एक यदि महोदयस्य मम विस्मरामि, यदि महोदयस्य स्मरामि चेत् मम विस्मरामि इति कृत्वा महोदय उक्तवान्, मया न सम्यक् ज्ञातमेव तत्र अवगतमेव तत्र न अवगतं किन्तु मनसि न स्थापितम्. शुकवान् महोदय कदा पाठयति? भानुवासरस्य वर्गे सः एकवारम् अस्माकं चिन्तनं जातं भगिनि. परन्तु स तत् अस्य विषये नास्ति, यत् अस्य व्याकरणस्य विषये नास्ति, न केवलं पर्युदासः प्रसज्य इत्यस्मिन् विषये जातं. अग्रे गच्छामः वा? अस्तु, बभिमला भगिनी पठितुमिच्छति वा अग्रिमपङ्क्ति? आं भगिनि, अत्र अन्यः प्रश्नः उदेति यत् इति. अन्यः प्रश्नः उदेति यत् इडागमः अथवा अमागमः द्वयोः मध्ये कस्य विधानं प्रथमम्? रथादिभ्यश्च इत्यनेन रथनश्रुह्मुह श्नुष्णे इत्येभ्यः धातुभ्यः वलादेः आर्धधातुकस्य एड् वा स्यात्. अनुदात्तस्य चर्धुपदस्य न्यसरस्याम् इत्यनेन उपदेशे अनुदात्तः यः रधुपतः तस्य अमागमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे. द्वयोः कृते धातोः परः कश्चः प्रत्ययः अपेक्षितः एव. रधादिभ्यश्च च परसूत्रम् अतः प्रथमम् इडागमः तदा एव अमागमः परिशीलनीयः. अन्यच्च प्रथमम् अमागमः आनयते चेत् श्रूयते भगिनि? हलो, अन्यच्च प्रथमम् अमागमः आनयते चेत् समस्या भवति यत् इडागमस्य विधानात् पूर्वं तव्यत् तुमुन्त्रच् इति प्रत्ययाः झलादयः एव. अतः प्रथममागमः भवति चेत् स च अमागमः आगमिष्यति यत्र न आगन्तव्यमस्ति, तदा इडागमः भविष्यति. इडागमविधानसूत्रे अमागमः धातौ अस्ति न वा इति प्रसङ्गे किमपि न उक्तम्, अतः अमागमः अस्ति चेदपि इडागमविधानं भवति. तस्य निवारणार्थं रथादिभ्यश्च परसूत्रम् अनेन प्रथमम् इडागमः, अनेन इडागमः यत्र भवति तत्र प्रत्ययः झलादिः नास्ति, तस्माच्च तत्र अमागमः न भवति यतोहि प्रत्ययः अजादिः. प्रथमम् इडागमविधानं भवति चेदेव अनुदात्तस्य चर्दुपदसंज्ञतरस्याम् इत्यस्य निमित्तं झलादि अकिजिप्रत्ययपरे व्यवहारे आगच्छति. अत्र सूत्रद्वयोः मध्ये किं सूत्रं प्रथमं प्रयोक्तव्यमिति दत्तमस्ति, प्रथमम् इडागमः भवति वा अमागमः इति. अत्र रधादिभ्यसेचनेन एतेभ्यः धातुभ्यः वलादेः अर्धातुकस्य इड् भवति विकल्पेन, अनुदास्य शर्दुपस्य अन्यथा तदेव तदपि विकल्पेन एव भवति, परन्तु झलादौ अकिति प्रत्यये परे द्वयोः कृते धातुः अपेक्षितः रधादिभ्यस्य इत्यत्र, अपि च अनुदात्तस्य चर्धुपधसंज्ञसदस्याम् इति अत्रापि रधादिभ्यस्य च परसूत्रमस्ति सप्तमाध्याये द्वितीयपाद्ये पञ्चचत्वारिंशत्, अनुदात्तस्य इति षष्ठाध्याये अस्ति प्रथमपादे। रधादिभ्यस्य परसूत्रम् अथवा प्रथमम् इडागमः भवति तदा एव अमागमः परिशीलनीयः। परसूत्रम् अस्तु। अन्यच्च अन्यथा यदि प्रथम अमागमः क्रियते चेत् इडागमस्य विधानात् पूर्वं क्रियते चेत् सर्वे प्रत्ययाः जलादयः त्रश् तुमुन् तव्यत् तुमुन् त्रश् सर्वे अत्र प्रत्ययाः जलादयः एव इत्युक्ते सर्वत्र अमागमः भवति, सर्वत्र अमागमः भवति चेत् तत्र तस्य निवारणार्थं रधादिभ्यस्य परसूत्रं भवति। अनेन प्रथमम् इडागमः भवेत्, इडागमः यत्र भवति तत्र प्रत्ययः जलादिः नास्ति। यदि इडागमः भवति तत्र इत इतुम् इतव्य इति अस्ति, अत्र इकार अस्ति अस्ति येन कारणेन तत्र तत् जलादिः नास्ति, जलादिः नास्ति चेत् अमागमः न भवति यतोहि प्रत्ययः अजादे अस्ति। तर्हि प्रथमम् इडागविधानं करणीयं, तस्य पश्चात् एव अनुदात्तस्य चर्धुभदस्य न्यत्रस्याम् इत्यस्य इत्यनेन इति सूत्रं प्रवर्त स्वीकरणीयम्। जलादि अतिथिप्रत्येकरे व्यवहारे आगच्छति, यत्र इडागमः नास्ति तस्य जलादि अकित्प्रत्ययः अस्ति, यत्र इडागमः भवति तत्र अजादिप्रत्ययः इत्यनेन अमागमः न भवति इति अवगमनम्। ध्वनिः न्यूनमस्ति भगिनि, अत्र मध्ये ध्वनिः न्यूना जाता, न्यूनः जाता। यदि इडागमः भवति तदा प्रत्ययः जलादिः नास्ति, तत्र अमागमः न भवति इति प्रथमम् इडागमविधानमस्ति, तस्य पश्चात् एव अमागमः करणीयम् अन्य कोऽपि पठति किं गुप्तधातुः परसूत्रमिति कृत्वा इडामगमः प्रथमं कुर्मः इति करणीयं परसूत्रमिति कृत्वा। भगिनी रथादिभ्यश्च इति कथं नित्यं सूत्रं भवति, प्रतिपादयितुं शक्नोति वा? नित्यसूत्रमिति महोदय उक्तवान् इति रथादिभ्यश्च इति नित्यं नित्यसूत्रं भवति द्वयोः अन्यतरस्याम् इत्यस्मिन्नेव अन्यतरस्याम् इति अस्ति खलु भगिनि, तर्हि उभय यत्र अन्यतरस्यां पक्षद्वये अपि नित्यं भवति चेत् नित्यसूत्रम् इति वक्तुं शक्नुमः खलु, नो चेत् तथा न वक्तुं शक्नुमः। परसूत्रत्वात् अपि नित्यसूत्रत्ववात् इति प्रथमं करणीयं वर्गे उक्तवान् अहं तत्र आयाति इति मम प्रश्नः, मम प्रश्नः अपि नित्यं कथं भवति? नित्यं न भवति, किमर्थम् इत्युक्ते इदा तत्र अन्यतरस्याम् इत्यस्मिन् यत्र नित्यसूत्रं वयं सूचयामः तत्र तु किम् अस्ति भवति प्रथमं चर्दुपदस्य अन्यतरस्याम् इति भवति चेत् तदनन्तरं रथादिभ्यः रथादिभ्यः सूत्रम् उभयत्र प्रचलनीयं खलु, उभयस्मिन् पक्षे भवितुं शक्नोति कथं न भवति खलु, एकस्मिन् पक्षे एव भवितुम् अर्हति, तत्र उभयोः पक्षयोः आं भवति सत्यम् उभयोः पक्षयोः भवितुम् अर्हति, कथं भवति? केवलं आयाति खलु, यदि प्रथमं भवति चेत् इति चिन्तनम् अम् इति आयाति भवति इत् अम् अनन्तरं ऋ तदनन्तरं इति आगमः भवति चेत् तत्र भवति तृप्त्रक् भवति अमागमः भूत्वा आम् आम् अन्यस्मिन् तत्रैव अमागमः भूत्वा तदनन्तरम् इडागमः भवति चेत् भवितुम् अर्हति खलु तत्र इडागमः भवितुमर्हति रूपं रूपसाधनं न चिन्तयामः कृताकृतप्रकृति एव प्रसक्तिः अस्ति वा इत्येव प्रश्नः रूपं किम् अस्ति साधु अस्ति वा इति न प्रश्नः अत्र तत्र भवितुं सूत्रस्य प्रसक्तिः भवितुम् अर्हति किन्तु यदि रथादिभिः प्रथमम् आयाति चेत् तस्मिन् यत्र इडागमपक्षे तु तत्र अञ्चित्रस्याम् कार्यं न भवति प्रसक्तिः न भवति प्राप्तिः अपि न भवति इति कृत्वा नित्यसूत्रं भवति इति अस्तु मम मनसि स्पष्टा ददाति कथं गदादिभ्यश्च नित्यं भवति इति तत्र कृताकृतप्रसङ्गे वयं रूपं साधु अस्ति वा साधुरूपं वा इति न पश्यामः केवलं सूत्रस्य प्रसक्तिः प्राप्तिः भवितुम् अर्हति वा इति एव चिन्तनं किन्तु यत् नित्यसूत्रमस्ति तदेव प्रथमं भूत्वा वयम् अन्ततो गत्वा रूपं प्राप्नुमः खलु तस्मिन् सोपाने वयं रूपस्य निर्णयं न चिन्तयामः वयम् अस्तु विद्याभगिनी इति उक्तवती वर्गे रदादिभ्यश्च परत्वात् अपि नित्यत्वात् प्रथमं करणीयम् अपि अपदतु अपि नित्यम् इति लिखितमासीत् इति मन्ये गते सप्ताहे अपि वयं चिन्तितवन्तः इति मन्ये नित्यम् अस्ति इति न वा चिन्तितवन्तः इति मम कुत्रचित् अन्यत्र वयं दृष्टवन्तः इति मन्ये भव्याभगिनी कृपया पुनरेकवारं रथादिभ्यश्च नित्यसूत्रं कथं भवति इति विवरणं शक्नोति किम् अहं भगिनी विवरणं करोमि तत्र तृप् इति धातुः अस्ति तदनन्तरं प्रथमं कृताकृतप्रसङ्गः इत्युक्ते कृत अकृत प्रथमं कुर्मः नो चेत् अन्यत् कुर्मः इति तादृशचिन्तनमस्ति प्रथमं रदादिभ्यश्च इति वयं कुर्मः चेत् अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इत्यस्य प्रसक्तिः प्राप्तिः भवति वा इति चिन्तनं प्रथमं यदि रदादिभ्यः श इति आगच्छति चेत् एकस्मिन् पक्षे इडागमः भवति अन्यस्मिन् पक्षे इडागमः न भवति खलु यत्र इडागमः न भवति तत्र अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इत्यस्य प्रसक्तिः प्राप्तिः भवति साधु वा किन्तु यत्र इडागमः भवति यस्मिन् पक्षे इडागमः इकारः अस्ति तस्मिन् पक्षे अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इत्यस्य प्राप्तिः भवति वा न प्राप्तिः न भवति न भवति तर्हि रदादिभ्यश्च इति सूत्रं किं क्षम्यतां रदादिभ्यश्च प्रथमं कार्यं करोति चेत् अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इति सूत्रस्य प्रसक्तिः प्राप्तिः न भवति केवलम् एकस्मिन् पक्षे खलु न भवति उभयोः पक्षयोः भवति चेदेव वयं प्राप्तिः किमर्थम् इत्युक्ते अस्मिन् तु सूत्रे पक्षद्वयं वर्तते खलु तथा चिन्तनीयं किन्तु यदि अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इति वयं कुर्मः चेत् एकस्मिन् पक्षे अमागमः भवति अन्यस्मिन् पक्षे अमागमः न भवति प्रत्ययः तु जलादि अकित् प्रत्ययः एव अस्ति खलु इति कृत्वा क्षम्यतां प्रत्ययः तु बलादि आर्धधातुकप्रत्ययः एव अस्ति इति कृत्वा रदादिभ्यश्च इत्यस्य प्रसक्तिः भवति वा अनुदातस्य चर्दुपदस्य अन्यतरस्याम् अत्र त्रीणि अपि तव्यत्मुन्त्रच् एते त्रयः अपि जलादि जलादिः सन्ति खलु जलादि अस्ति बलादिप्रत्ययः अस्ति समीचीनम् अमागमः तु मध्ये भवति मध्ये भवति आम् इति कृत्वा तत्र प्रत्ययस्य विधानार्थं रथादिभ्यश्च इत्यस्य विधानार्थं तत्र किं तत्र बाधा किमपि नास्ति खलु बाधा तर्हि उभयस्मिन् उभयोः पक्षयोः भवति खलु आम् अस्तु यत्र अमागमः भवति तत्रापि भवति यत्र अमागमः न भवति तत्रापि भवति एवं चिन्तयामः चेत् यत्र कृताकृतप्रसङ्गः इति चिन्तयामः चेत् रथादिभ्यश्च इति सूत्रं प्रथमं कृत्वा अनन्तरम् अनुदातस्य इति न भवति, किन्तु यदि रथादि अनुदातस्य प्रथमं कुर्मः चेत् रथादिभिश्च कार्यं करोति उभयस्मिन् उभयोः पक्षयोः इति कृत्वा रथादिभिश्च इति नित्यम् इति वदामः वयं। तत्तु नित्यं भवति खलु, अस्मिन्नपि सो भवति, तस्मिन् सोपाने अपि प्रथमं कुर्मः चेदपि तत्र तस्य प्रसक्तिः प्राप्तिः भवति, अनन्तरं कुर्मः चेदपि प्रसक्तिः प्राप्तिः भवति इति कृत्वा तत् नित्यसूत्रं भवति, तादृशसूत्रं तस्य बल तद् आदिं भवति। अस्तु अस्तु अस्तु, धन्यवादः धन्यवादः। तावदेव कृतवन्तः वा भगिनि? भगिनि गुब्बु दातु ओ तदपि कृ गुब्बु अपि प्रक्रियापर्यन्तं कृतवन्तः। अहं तत्र तस्य क्रमः अस्ति पुनः सरला भगिनी गुपु धातु स्वरति श्रुति श्रूयति झोन्युदितो वा, स्वरति श्रुति श्रूयति झोन्युदितो वा इति सूत्रेण सुर शब्दोपतापतयो श्यूं प्राणी गर्भविमोचने अदादिगणे श्यूं प्राणी प्रसवे ज्वादिगणे धूं कम्पने स्वादौ क्रियादौ च अपि च येषाम् उकारस्य संज्ञा एभ्य सर्वेभ्य धातुभ्य परस्य वलादेः आर्तधातुकस्य इद् वा स्यात्। स्वरति श्रुति श्रूयति भूनुदितो वा इति सूत्रमस्ति, येन ये धातवस्येत सन्ति तत्र विकल्पेन इडागमस्य विधानं भवति इति सूत्रमस्ति। के सूत्राणि कानि सन्ति इति धातव के के सन्ति इति तस्य विवरणम् अस्ति। सुहृद्धातु सूत्रे साक्षात् दत्तम् अस्ति, स्वरति इति कृपा निर्दिष्टम् अस्ति, स्वरति स्वर अर्थमस्ति शब्दपतापतयो इत्युक्ते शब्द भगिनि शब्दपतापतयो शब्दोपतापयोः शब्दः उपतापयोः न भगिनि उपतापयोः शब्द उपतापः इति तस्य अर्थं किम् अस्ति? तत्रैव तत्र क्रन्दनम् इति प्रायः स्यात् खलु उपतापः इति स्मरति इति क्रन्दनम् इति उपतापः पश्यामि उपताप हीट् बहवः सन्ति त्वरा इति रोग पीडा इति पीडा इति तदेव क्रन्दनम् इति अस्तु। श्रूं प्राणिगर्भविमोचने इति अस्ति, तत्र सूति इति भवति श्रू इति एक स्टिपा एक निर्दिष्टम् अस्ति सूति साधु वा स्टिपा निर्दिष्टम् अस्ति सूति इति स्टिप् अस्ति खलु क्षम्यतां सूति अपि इदेतदेव अस्ति क्षिप् एव खलु कारणकी अदादिगणे धातुः अस्ति शाब्दादि आगच्छति प्राणिगर्भविमोचने अदादिगणीयं श्यूं प्राणिप्रसवे द्वादिगणीयं धून् द्वादिगणीय श्रूयति भवति साधु तदपि क्षिप् अस्ति क्षिप् अस्ति धून् कम्पने स्वादौ क्रियादौ च इति अपि च येषाम् उकारस्य संज्ञा भवति एभ्य सर्वेभ्य धातुभ्य परस्य वलादे आर्धधातुकस्य यद्वा स्यात्। सो इति ये धातवः सन्ति क्विप् अस्ति गूञ् इति क्विप् अस्ति खलु प्रत्ययः अस्तु गूञ् इति क्विप् अति वयं सूत्रस्य साक्षात् कथं प्रतिपादनम् अस्ति तत् कृतवन्तः इदानीं चत्वारि सूत्राणि सन्ति धातवः क्षम्यता चत्वारि चत्वारः धातवः सन्ति सृ श्यू श्यू धून् अपि ये उदितधातवः सन्ति तेषां परस्य यदि वलादि आर्धधातुकप्रत्ययः अस्ति तत्र इदागमः चिन्तनम् आगच्छति विकल्पेन इति अस्ति. अत्र स्वभावतः गुप्पु धातु वेत् स्वभावः एव वेत् अस्ति. प्रश्नः अस्ति भगिनि, क्विप्यति किमर्थम् उक्तं क्विप्यति भगिन्या? तत्र धातोः अत्र तु नामपदरूपेण सूत्रेषु प्रयोगः भवति खलु भगिनि, इत्युक्ते एतत् विभक्तिरूपं भवति खलु, तत्र सूत्रेषु विभक्तिरूपाणि आगच्छति, इत्युक्ते नामपदं भवति खलु, नामपदं स्वरति, तत्र ष्टिप् इक् ष्टिप् एते सर्वे प्रत्याः ये नामपदनिष्पादनार्थं योजयन्ति खलु, योजयति खलु तत्र पाणिनिः, तथा एव क्विपि नामपदनिर्माणं विस्मृतं. किप् इति सर्वापः सर्वापार लोप भवति प्रत्ययस्य, क्विप् तु पूर्णतया लोप भवति, परन्तु अत्र तु क्विप् प्रत्ययस्य योजनं नास्ति इति मन्ये. आं भगिनि, बच्च धातोः तत्र किम् अस्ति, बच्च धातोः एव किं पश्वच् तत्र तत्र क्विप् योजयित्वा प्रातिपदिकमपि वयं निर्माणं कुर्मः खलु. अन्यस्मिन् वर्गे इक्ष्टिपा निर्दिष्टमिति किञ्चित् वक्तुं शक्नोति किम्? अथवा अस्य वर्गस्य अग्रिमे पश्यामः भगिनि, तत्रापि पुनः अत्र पश्यतु ष्टिप् इति प्रत्ययः कीदृशप्रत्ययः इत्युक्ते पुनः नामपदनिर्माणार्थं प्राणिनिना सूत्रेषु केवलं नामपदनिर्माणार्थम् इत्युक्ते तदा एव विभक्ति सुप् इति तत्र किं तदा एव सुप्रत्ययानां योजनं भवति खलु, प्रातिपदिकं निर्मीय एव सुप्रत्ययानां योजनं भवति, इत्युक्ते तत्र किं भवति विभक्तिनिर्माणविधानं भवितुम् अर्हति, प्रातिपदिकानां धातूनां विभक्तिविधानं न भवति. तर्हि स्वरति इति सृ धातुः साक्षात् पश्यामः चेत् धातुः अस्ति, तस्य इति सूत्रेषु षष्टिविभक्ति तस्य स्थाने वा तस्मात् अनन्तरम् इति विभक्तिविधानं कथं कुर्मः धातूनाम् अनन्तरं? तर्हि तस्य कृते इक् ष्टिप् इति द्वयोः प्रत्ययोः सामान्यतया प्रयोगः भवति, क्विपपि भवति. तर्हि अत्र किम् अस्ति, इति अन्ते अस्ति खलु, सुरधातुतः अन्ते ति इति अस्ति, तर्हि ष्टिप् इति वयं स्वीकर्तुं शक्यते. अष्टिप् इति प्रत्ययः साक्षात् किम् अस्ति तत्र सार्वधातुकप्रत्ययः एव भवति, पित् अस्ति इति कृत्वा तिंशित् सार्वधातुकम् इत्यनेन क्षम्यतां, षित् अस्ति खलु ष्टिप् इति शकारस्य भवति इति कृत्वा सार्वधातुकः अस्ति, अत्र तु विकरणप्रत्ययाः अपि आगच्छन्ति. तर्हि स्वरति प्लस् विकरणप्रत्ययः सुरधातोः प्रायः भुआदिगणीयधातुः स्यात् इति कृत्वा शप्रत्ययः मध्ये भवति इति मन्ये, तदा किं भवति शप्रत्ययः भूत्वा तत्र स्वर तत्र गुणं भूत्वा स्वरति इति प्राप्नुमः वयं, भुआदिगणीयः अस्ति स्वर, अत्र विकरणप्रत्ययस्य योजनेन स्वर भवति, तत्र तस्य विकरणप्रत्ययः आ भवति, आ इति स्वर स्वरति इति वयं तत्र नामपदमस्ति, प्रातिपदिकमस्ति स्वरति इति नामपदं, यदा हरिहरिः नामपदम् अस्तु, स्वरति इति पूर्णतया नामपदं, तर्हि तत्र सुप्रत्ययं योजनीयं किं? योजयितुं शक्यते, आम् तेनैव अत्र समासः भवति खलु, स्वरति स्तुति सूयति इति समासः अत्र भवति, तथा एव सूति इत्यस्य सु इति धातुः अदादिगणीयधातुः, सु प्लस्ति इति साक्षात् अदादिगणे शपः लुप् भवति इति, सु प्लस्ति सूति इति एव भवति, सूयति इति शून्यति प्राणि प्रसवे इति दिवादिगणीयधातुः, तत्र तु षण् प्रत्ययः भवति, टिप् पुनः सर्वधातुकप्रत्ययः इति कृत्वा शन् इति मध्ये प्रत्ययः भूत्वा सूयति इति भवति, गून् इत्यस्य तु केवलं क्विप् प्रत्ययं योजयित्वा गून् इत्येव तिष्ठति, धूञ् इति धू इत्येव तिष्ठति, कुत्र स्टिप् योजनीयं कुत्र इक् योजनीयम्? सर्वत्र तु ष्टिप् उभयमपि धातुभ्यः एव पाणिनिना योजितः भवति, तत्र भेदः कः इत्युक्ते उभयोः भेदः कः इत्युक्ते इका यत् स्टिपा यत् निर्दिष्टम् इका वा स्टिपा वा स्टिपा यत् निर्दिष्टं तस्य तु यङ्ग्लुकि कार्यं न भवति इत्युक्ते अस्य सूत्रस्य पश्यन्ति चेत् स्वरति सूति सूयति त्रयाणामपि किमस्ति स्टिपा निर्दिष्टम् अस्ति खलु क्षम्यताम् इका निर्दिष्टं यदस्ति तदेव यङ्ग्लुकि तस्य कार्यं नास्ति तर्हि यदि यङ्ग्लुकि इका यदि निर्दिष्टम् आसीत् इक् प्रत्ययस्य केवलम् इ इति योजितमस्ति चेत् प्रत्ययं श्रूयते चेत् धातोः अनन्तरम् इ इति योजयित्वा रूपं प्राप्तवन्तः चेत् तत्तु तस्य तु किम् अस्ति तत्र तु यङ्ग्लुकि तस्य कार्यं न भवति सूत्रं यङ्ग्लुकि कार्यं न करोति यत्किमपि विधानं भवतु तत्र अस्तु अस्तु धन्यवादः तत्र इतोपि सूत्राणि यत्र इक् निर्देशति तत्रापि अस्ति तत् सम्प्रसारणमपि सम्प्रसारणमपि न भवति गहीजा वै व्यधि व्यधि तर्हि ग्रही आम् सत्यं ग्रही जा वयि व्यधि वष्टि विचति इत्यस्मिन् व्यध् धातोः पश्यतु व्यध् धातोः केवलम् इकारः अस्ति खलु व्यधि इति अस्ति तत् इकारमस्ति तत् किन्तु वष्टि इत्यस्मिन् वष्टयोगः ति इति अस्ति तकारः अस्ति तिप् अस्ति विचति इत्यस्मिन् तिप् अस्ति वृच्छति इत्यस्मिन् तिप् अस्ति पृच्छति अपि भृञ्जति अपि तिप् अस्ति इत्यत्र कुत्र किमपि तत्र तु जा इत्यस्मिन् पुनः वयं यथा उक्तवन्तः तत्र क्विप् प्रत्ययः स्यात् अस्तु अस्तु ओके भगिनि धन्यवादः तर्हि अस्य सूत्रे पश्यति चेत् यदि व्यध् धातोः तत्र किम् अस्ति यङ्ग्लुकि रूपं पश्यामः यदि नित् प्रत्ययः परे आगच्छति यद्यपि नित् प्रत्ययः परे आगच्छति किन्तु सम्प्रसारणकार्यं न भवति किमर्थम् इत्युक्ते इका निर्दिष्टमस्ति खलु पाणिनिना अस्तु गृहधातु आं भगिनि तदपि अस्तु अग्रे गच्छामः क्षम्यताम् अतः स्वभावतः गुपु धातु वेट् गुपु धातु स्वभावः अस्ति वेट् एकपक्षे विकल्पेन इदागमः भवति एकपक्षे न भवति तदा गुपु धातोः आयप्रत्ययः गुपु धूप् विच्छि पणि पणिभ्य आयः इति सामान्यसूत्रेण नित्यः परन्तु आदधातुके आयादय आदधातुके वा इत्यनेन विकल्पेन आय इति धातुप्रत्ययस्य विधानेन अयं धातु अन्ये काच् अतः सेट् अस्तु यदि गुपु धातु अस्ति तस्य आयप्रत्ययस्य विधानं भवति केन सूत्रेण अस्ति गुपु धूप् विच्छि पणि पणिभ्य आय अनेन सूत्रेण आर्धधातुकस्य प्रत्यये परे आयादय भवति विकल्पेन पुनः तत्र यदि आय आदेश भवति तदानीं धातु अनेकाच् भवति तत् तदानीं धातु सेट् भवति तु आयादय आर्धधातुकी वा इत्यनेन आर्धधातुकप्रत्ययस्य विवक्षायां स्वार्थे आयप्रत्ययविकल्पेन भवति तव्यक्तुमन्त्रिति प्रत्य आर्धधातुकसंज्ञका अत्र एषु पदेषु आयप्रत्ययविकल्पेन विधीयते तु आयादय आर्धधातुकी वा तत्र आयप्रत्ययः तव्यत्वमन्त्रिष्यति आदधातुकप्रत्ययः सन्ति ते यदि गुपु धातु परे एते प्रत्या आदधातुकप्रत्ययः आगच्छन्ति तत्र आय आदेश भवति प्रक्रिया अस्ति गुप् योग आय उगन्तलघुपत्ययस्य च अनेन गुणं भूत्वा गोप् आय गोपाय इति भवति गोपाय अनेकात् अतः अयं धातुः सेत् गोपाय योग इत्यव्य अतो लोप यनेन अदन्तस्य ह्रस्व अकारलोप भवति आर्धधातुके प्रत्यये परे गोपाय योग इत्यव्य गोपायितव्य सो तदनन्तरं यदि गोपाय इति भवति तदेकाश अस्ति तस्य स्वभावः परिवर्तते तदि सेट् भवति यदि सेट् भवति तो त्रिच् इति वलादि तव्य तिष्टव्य तुमन्ति वलादि प्रचारयति तु इडागमः भवति आद्यतकृतौ च अनेन इडागमः प्रत्ययस्य आदौ भवति सो इत्तव्य इत्युमन् इति प्रत्ययः भवन्ति तदनन्तरम् अतो लोप अनेन गोपाय तस्य परत यत् अकार अस्ति अन्ते यत् अकार अस्ति तस्य लोपः भवति आददातुकप्रत्यये परे सो इदानीं हस्व अकारस्य लोपः भवति तद् गोपायो गन्तव्य गोपायुक्तव्य इति भवति एवमेव गुप्योग आय इति भवति तत्र गोपायितुम् इति भवति गुप्योग आय इत्र यत्र अस्ति तत्र गोपायित्र रूपाणि भवति गोपायिता गोपायित्री या गोपायित्र यस्मिन् पक्षे आय इति धातुप्रत्ययः न विद्यते स्वभावतः गुपु धातुः के इदादिपक्षे गुप्योग इत्तव्य उगन्तलघुपतस्य गोपयोग इत्तव्य गोपितव्य एवमेव गुप्योग इत्तुं भवति गोपितुं गुप्योग इत्र गोत्र इति यदि इदादिपक्षः अस्ति अत्र आय न भवति वयम् उक्तवन्तः आयति विकल्पेन भवति केवलम् इडादिपक्षः अस्ति तत्र रूपाणि कथं भवति इति अस्ति केवलं पुगन्तलघुपदस्य च अस्य प्रसक्तिः प्राप्तिः भवति गोपितव्य तथैव उपयोगयितुं गोपितुं गोपयोग पितृ गोपितृ गोप्ता गोपित्री गोत्र इति रूपाणि भवति त्रिष्केषु अनादिप अन् इडादिपक्षे गुप्योगतव्य पुगन्तलघुपदस्य च गोप्योगतव्य गोप्तव्य एवमेव उपयोगतुमन् उक्तलघुपदस्य च पुनः गोप्तुमन् गोप्तुं गोप्तृ गोप्ता गोप्त्री गोप्ता गोप्त्री गोप्तृ प्रश्नः अस्ति भगिनि अत्र गुप् योगः आय पुगन्तलघुपदस्य च गोपाय गोपाय अनेकाच् अतः अयं धातुः सेट् इति लिखितमस्ति अत्र प्रत्ययोजनस्य परं धातुः कथं भवति अङ्गं खलु तत् अङ्गमिति वक्तव्यं खलु अत्र धातुः इति प्रत्ययः सनाद्यन्तात् धातवः इत्यस्मिन् आयाति इति मन्ये भगिनि ओ सनाद्यन्तधातवः अस्तु तत्र सनाद्यन्तधातवः इत्यस्मिन् तत्र के के प्रत्ययाः सन्ति सन्त् क्यच् काम्यच् क्यङ् क्यश् णिङ् आय इत्यपि अस्ति दशमः अस्तु आय अस्ति अस्तु कृत्वा नूतनधातुं अस्तु अतिदेशधातु वदामः वा न आं भगिनि अतिदेशधातुः एव भूत्वा तदा अनेकाच् भवति इति कृत्वा अस्तु तदनन्तरं यत्र आय न भवति तदा एव तत्र प्रत्ययः तत्र किम् अस्ति न भवति तदा तु प्रत्ययः जलि वलादि अस्ति इति कृत्वा रूपद्वयं अपि महोदय उक्तवान् रुद्धदातु दृष्टवान् इति अन्तर्भूत भवति अन्यत् धातु आवल्यां धकार वा धातु आवल्यां रुद्ध न दत्तमस्ति न वयं केवलं वदामः क्रुद्ध शुद्ध बुद्ध युद्ध शुद्ध इति रुद्ध अपि योजनीयं निवेशनीयम् आम् अपि यदि अजन्तधातवः सन्ति सन्ति धातुद्वयं पश्यामि उभयमपि अनिट् इति पश्यामि इति मातुः पुस्तके अस्ति, धातु पुस्तके. अपि अत्र अजन्तधातवः सन्ति, तत्र ये ऋकारान्तधातवः सन्ति, तत्र अपि रूपाणि द्वयं वक्तव्यं, द्वयं व्रिङ् व्रिङ् अति वा त्रि अति तविता इति गुणं भूत्वा, किन्तु अन्यसूत्रम् अहं विसम्मति, तत् तरिता ईकार अपि भवति, दीर्घ दीर्घ ईकार अस्ति, दीर्घ ईकार तत्तु ऋकारान्ताः सर्वे वेटः सन्ति इति पठितवन्तः खलु? न वेटः सन्ति भगिनि, ते अन्यतः न दीर्घ ईकारान्त सेटः दीर्घ सर्वे सर्वे सेटः. तदा किम् अस्ति? रूपाणि द्वयम् एक एकपक्षे दीर्घं भवति. वयं दृष्टवन्तः सूत्र, हिमा भगिनी उक्तवती सूत्रम् अहम् इदानीं दृष्टवती. अत्र तृधातुः खलु, तत्र हलीच इति प्रायः स्यात् खलु, हलीच न भगिनी, तत्र तर् इति गुणं भूत्वा तर् भवति, तार् भवति, तदा तु हलीच इत्यनेन रेपः अन्ते अस्ति इति कृत्वा दीर्घः न भवति वा? न अन्यसूत्रम् आसीत् उपधायां सह इति वा? उपधायां तत्र दीर्घसिद्धानार्थं सुसूत्रत्रयं वा किमपि अस्ति खलु, तत्र हलीच उपधायां च उपधायाश्च इति सूत्रत्रयं वर्तते. अहं न शृणोमि इदानीं, द्रष्टुं शक्नोमि. वयं यङ्ग् लुगन्तदातु यदि कृतवती तत्र वयं दृष्टवन्तः. एकनिमिषं परिवर्तयामि. तर्हि कृदन्ते हली च उपदा व्रतो वायति न ऋतो वा इत्यनेन भाति दीर्घ दीर्घ भवति इति ऋतः वा. हा ऋतो वा इति विकल्पेन इकारः दीर्घं भवति ऋतो वा. अत्र उपदाया हलीच इति नास्ति वा? ऋतो वा तस्य ऋतो वा तत्तु वृङ्गदातोः एव अस्ति खलु, दीर्घकारस्य ऋकारस्य यदि दीर्घ तदा एव तस्य वरिता वरिता इति भवति. वरिता वरिता तत् दीर्घं यत्र भवति अनेन सूत्रेण दीर्घं भवति. ए 277 मया तत् प्रक्रिया प्रेषितं, चाट् मध्ये प्रेषितं प्रक्रिया दृष्टवती. वरिता इति तृ अपि तथैव भवति इति मन्ये, यतोहि तदपि तथैव खलु तृ दीर्घतृ तरिता इति तरिता तरिता तरितारो तरितारो इति तदपि तथैव वृतो वा इति अन्तिम स्तरे तर् इता तर् ईता इति वृतो वा. Thank you. तावत् विरमामः भगिनि. धन्यवादः. धन्यवादः. शुभरात्रिः भगिनी. भवत्या ध्वनिमुद्रा कुत्र पश्यामः? तत्रैव महोदयस्य तत्र चिन्तनवर्ष कुत्र अहं न पश्यामि. चेट् मध्ये स्थापयामि. अन्य सैट् अस्ति खलु? गतसप्ताहस्य स्मृतवती इति मनोभूतम् चिन्तनवर्गस्य ध्वनिमुद्रणानि गतसप्ताहस्य विस्मृतवती अधुना एव. महोदय करपत्रम् अधोभागे चिन्तनवर्गस्य आगच्छति वा? आं भगिनि. अस्तु. आम् चिन्तनवर्गस्य नास्ति खलु अत्र? नास्ति. ध्वनिमुद्रणस्य भागं नास्ति तत्. न चाट् मध्ये स्थापितवती भगिनि. हा तत् तत् तत् लब्धं ध्वनिमुद्रणं लब्धं परन्तु पाठयति गते सप्ताहे मुद्रणं केनापि निष्कासितमासीत् इति कृत्वा मया न आरोपितं. सामान्यतया आरोपितम् अत्र. अस्तु. धन्यस्मि. धन्यवादः. धन्यवादः भगिनि. शुभरात्रिः सर्वेभ्यः. शुभरात्रिः.